पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 67 व्यास उवाच एतच्छ्रुत्वादु दैत्येन्द्रो हिरण्याक्षो महाबलः सरोषश्चादिताम्राक्षो ह्यसुरानादिदेशः स्वयं गच्छामि युद्धाय देवानां विजिकांसया नागच्छन्ति न युध्यन्ते तेन मार्गाद्विषन्द्वितः यदच्छ्रुत्वा दुवचनं शेषादैत्यगणाधिपाः युद्धाय प्रययुः सर्वे शूलपाशादिपण्डिताः अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि निरन्तरं तथाकाशं प्रययुर्युद्धकाङ्क्षिणः ततो रुद्राश्च साध्याश्च विश्वे च वसवस्तथा स्कन्धश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः सर्वे योद्धुं गतास्ते च हृष्टारणसमुत्सुकाः एतस्मिन्नन्तरे युद्धं देवदानवयोरपि न भूतं न श्रुतं पूर्वं सर्वलोकभयङ्करं शस्त्रास्त्रैर्बर्हुधा युक्तं शशिरेणेव काननं धरां स्वर्गौक आकाशं समृद्ध्ययुद्धमाबभौ अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः दारुणैः खड्गपादैश्च तथा चक्रपरश्वधैः अन्यायुद्धैश्च विविधैर्निर्जघ्नुस्ते परस्परम् अभवन् कोररूपाणि धराकाशे व्ययानि च शस्त्रैशरैरसृक्पादैः कङ्गवाय सज्जम्बुकैः यथा मुसलधाराभिर्घना वर्षन्ति लोहितम् तथैव क्षतज्जैस्रस्थैः स्वाङ्गा च देवदानवाः केचित् पतन्ति मुह्यन्ति स्खलन्ति च हसन्ति च मुञ्चन्ति चार्तनादांश्च सिंहनादं मुहुर्मुहुः केषाञ्चित् बाहवश्चिन्नाश्चिन्नपादास्तथा परे चिन्नपार्श्वोधरा केजिन्निपे दुःशतशो भुवि कोटिकोटिसहस्राणि गज वाज्य सुराणि च अपतन्धरणी पृष्ठे रक्तौघे बहुधा भुवि ततस्तु धरणी पृष्ठे त्वभवल्लोकितार्णवः विपरीतास्तदो नद्यः सद्यस्तत्र विशुश्रुवुः तृणकाष्ठपरास्तत्र शक्तयो दारुसञ्जयाः मुद्गरा मुसला शूला मकराद्या भवन्ति च जयन्तिका ध्वजामीनाः कमण्ठाश्चर्मकायकाः शरादिभिर्महोष्ट्रैश्च निरुद्धा प्रचुरैस्तथा केशचामरशैवालाः सम्पूर्णास्तास्ततस्ततः पदद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः तदा वसुन्धरा सर्वा सशैलवनकानना रुद्धिरौखा महाघोरा सर्वलोकभयङ्करा स्कन्धस्य शक्तिपादेन गदा दैत्या यमक्षयम् पर्शुना परमेणैव अग्निनाग्निशिखैशरैः वरुणस्य च पाशेन बद्धामग्ना यमक्षये येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा निपादिताश्च दैत्येयाशरशक्त्यष्टिवृष्टिभिः ग्रभैश्च श्वसनैरेव यक्षगन्धर्वकिन्नरैः महत्या गदया चैव कुबेरेण च धीमदा कनानां निकरैर्वज्रैस्तुषारैर्विधुनेरिदैः पन्नगानां विषैर्कोरैर्दैत्याप्येदुर्धरातले अन्यैश्च विविधैर्देवाय कोटिकोटिसहस्रशः पादिता प्रययुः सर्वे धरण्यां तु गदासवः देहां त्यक्त्वा दिवं यान्ति केचिच्च यममन्दिरं केचिद् गच्छन्ति पातालं पुण्या पुण्यप्रयोगदः ये तस्मिन्नन्तरे वेदाञ्जजल्पुः परमर्षयः स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यस्त्रीभ्यस्तपस्विषु प्रयुध्यमानेष्वन्येषु साम्प्रतं सर्वजन्तुषु विबुद्धैरर्दिदा दैत्याः शेषा पर्वतमाश्रिताः प्रजग्मुश्च दिश सर्वा पादरारणभीरवः दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः अर्दयामास देवांश्च संयम्याग्निसमैशरैः तस्य बाणार्दिदा देवा बहवो बलदर्पिताः पतिता धरणीपृष्ठे केचिद्भग्नारणाजिरे दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणं शशंसुर्षयो देवास्तत्र शिष्टा प्रचुक्रुषुः अध क्रुद्धो महातेजाशदक्रदुररिन्दमः जखानशरसन्दोहैर्बलं बलवदाम्बरं सोऽपि क्रुद्धो बलो युद्धे तथा चक्रं ससम्भ्रमः रुधिरेणावसिक्ताङ्गौ प्रसृतेन महाबलौ तौ यथा माधवे मासि पुष्पितौ किं शुकद्रुमौ चक्राणि च सहस्राणि शूलानि मुसलानि च निचकानरणे चक्रे चपले चासुरोत्तमः तानि चक्राणि शूलानि निचकर्त सरोत्तमैः सुरराट् सहसा भ्रान्तो लीलया समरे बली स च दैत्यो महातेजाशक्रिया चैव पुरन्दरं निजखान तदा तूर्णं गजस्थं च स्तनान्तरे तया विनिहतशक्रप्रचालगजोपरि लब्धसंज्ञो बलं जिष्णोर्बिभेदधनुजं क्षणाद रथसंस्थस्य हस्तौ च धनुश्चिच्छेदचेषुणा चर्मदीक्ष्णं ध्वजं तस्य शरेणैकेन वीरः चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरोहयान् शरेणैकेन सूदस्य शिरश्चिच्छेद तत्क्षणाद् छिन्नधन्वा हदरथो हदाश्वो हद सारथिः निपत्यमूर्च्छितपृथ्व्यां मुहूर्तान्मृत्युमापसः अध क्रुद्धो महादैत्यो नमुचिसुरदर्पः ददामादाय सहसा स जखान महागजं यथा मेरुगिरे शृङ्गे वज्रपादो भवेद्ध्रुवं तथैव च महाशब्दो ह्यभवल्लोमघर्षणः प्रहारेणार्दितः पत्नी सञ्चचाल स विह्वलः रुधिरेणावसिक्ताङ्गो विमुखो वेदनादुरः शतक्रतुं विधावन्ति स शतशोध सहस्रशः अर्धचन्द्रैक्षुरप्रैश्च चिच्छेदपाकशासनः जन्तुभिस्तस्य मायाभिरार्दिताः सुरपुङ्गवाः भूमौ निपतिता केचित् केचित् सुप्ता रथोपरि दृष्ट्वा तस्य महत्कर्म माधवो विशिकांस्तथा चन्दुभूतान् स चक्रेण चिच्छेद देहलग्नकान् ततो जिष्णुस्त्रिभिर्बाणाय पादयामास भूदले पृथिव्यां पतितो दैत्यो मूर्छितस्खलितः पुनः दधारमुद्गरं घोरं शक्रं हन्तुं समुद्यतः ततो जखानमखवा कुलिशेन महासुरं स पपाद महीपृष्ठे क्षतवक्षा महाबलः साधु साध्विति देवाश्च सिद्धाश्चैव महर्षयः अपूजयं तदा चक्रं बहुभिः पुष्पवृष्टिभिः ततो दैत्यगणा सर्वे भीतास्तत्र प्रदुद्रुवुः गीतं गायन्ति गन्धर्वा ननृतुश्चाप्सरोगणाः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे बलनमुचिवधो नाम सप्तषष्टितमोऽध्यायः ॐ